उत्पन्ना द्रविडे साहं वृद्धिं कर्णाटके गता क्वचित् क्वचिन् महाराष्ट्रे गुर्जरे जीर्णतां गता। उत्पन्ना द्रविडे साहं अधुनापि भक्तेः पराङ्काष्ठां वयं द्रविडदेशे पश्यामः खलु। तत्र भक्तेः उत्पत्तिरभूत्, ततः परं भक्तेः वृद्धिस्तु कर्णाटके देशे भूत्, पुनश्च महाराष्ट्रे गुर्जरे देशे च भक्तिः जीर्णतां गता, नाम वार्धक्यमाप्तवती। तयोः देशयोः घोरकलेर्योगात्, अस्तु अग्रिमे श्लोके वदति, तत्र घोरकलेर्योगात् पाखण्डैः खण्डिताङ्गका दुर्बलाहं चिरं याता पुत्राभ्यां सह मन्दताम्। तत्र घोरकलेर्योगात् घोरकलेर्योगात् कलियुगस्य योगात् पाखण्डैः, नाम वेदविरोधिभिः, खण्डिताङ्गका नाम खण्डितान्यङ्गानि यस्याः सा दुर्बला च पुत्राभ्यां सह मन्दतां चिरं याता। एवं भक्तेः ज्ञानस्य वैराग्यस्य मन्दता जाता क्रमशः इति कथयति तयोर्देशयोः।